नमस्कारः. अस्माकं पाणिनीयव्याकरणवर्गे प्रवृत्तमानविषयः अस्ति अनदन्ताङ्गानां सिद्धतिङ्प्रत्ययाः इति. गतसप्ताहे वयं परस्मैपदीधातूनां सिद्धतिङ्प्रत्ययाः अवलोकितवन्तः. अद्य वयं कथम् अदन्ताङ्गानां व्युत्पत्तिः कथं भवति इति किञ्चित् पुनस्मरणरूपेण कृत्वा अनन्तरं अनदन्त अदन्त अङ्गयोः भेदः कः इति अवगच्छामः. अनन्तरम् आत्मनेपदीधातूनां कृते अपि समानचिन्तनं. प्रथमम् अदन्त अङ्गानां कृते सिद्धतिङ्प्रत्ययः कथं व्युत्पत्तिः जातः, अनन्तरम् अनदन्त अङ्गानां कृते कुत्र कुत्र भेदः अस्ति इति अवगच्छामः. अस्तु, रघुपतिमहोदय वदति वा लटि अदन्त अङ्गानां कृते कः प्रत्ययः किं भवति इति. प्रथमं मूलप्रत्ययः वदतु महोदय. आं भगिनि, लटि लट्लकारे तिप्तसि तिप्तस्थ निप्वस्मस् परस्मैपदी, अपि च आत्मनेपदे ता तां स ता सा तां त्वम् एड्वहि महि अस्ति. अत्र किमपि यत्र जि स्थाने अन्तादेशः भवति, अन्ति इति भवति. अन्यत्र अन्यत्र इदानीं तिप् अस्ति, तत्र लोपः कृत्वा ति एव अवशिष्यते. तस् अस्ति, तत्र सकारस्य लोपः न भवति, परन्तु तस्य विसर्गः भवति अतः इति. सिप् अस्ति, तत्रापि पकारस्य लोपः. अनन्तरं थस् अस्ति मध्यपुरुषे द्विवचने, अत्र सकारस्य लोपः न भवति, न विभक्तत्व स्मैत्यसूत्रेण, अतः तत्र विसर्गः भवति. निप् वस् मस् तत्र सकारस्य पकारस्य लोपः, सकारस्य लोपः न भवति, विसर्गः भवति. इदानीं तत्र अङ्गस्य दीर्घः भवति, सार्धदशके सारि दीर्घः सार्धदशके अङ्गस्य एकनिमिषं सूत्रमस्ति. तद् योजनसमये महोदय. अस्तु अस्तु, हा अस्तु अस्तु. तर्हि किमपि कार्यं नास्ति तत्र, एकस्मिन् स्थले एव भवति स्थाने अन्तादेशः. परस्मैपदी प्रत्ययाः भगिनि लट्लकारे अदन्त अङ्गे किं भवति इति चिन्तनं, चिन्तनमेव, करपत्रे नास्ति. तदेव अहं भव्या भगिन्याः डाक्युमेण्ट् प्रेषितवती. तत्र सूत्रं, सूत्राणि, सर्वाणि सूत्राणि तत्र सन्ति. चिन्तनमेव भगिनि. आम् आदेशः भवति अन्ति सूत्रम् अन्तिमं ज़ोन्त इति सूत्रेण जकारस्य स्थाने अन्तादेशः भवति. अन्तिमम् इति भवति अवशिष्यते, अतः अन्ति इति भवति. अन्यत्र किमपि कुत्रापि कार्यं नास्ति, सन्धिकार्यमेव अस्ति. समीचीनं. इदानीम् अङ्गम् अनदन्तम् अस्ति चेत् किं भवति? हा, अनदन्तम् अङ्गम् अस्ति चेत् अत्र किमपि कार्यम् अस्ति वा? नास्ति अहं चिन्तयामि, परन्तु अन्ति अन्त् इति अस्ति, आदेशः अस्ति खलु. अत्र अभ्यस्तात् अदभ्यस्तात् इति सूत्रेण अत् अत् भवति, अतः तत्र अति इति जे ज़ोन्त इति सूत्रं कार्यं न करोति. अत्र अदभ्यस्तात् इति सूत्रेण तत्र अत् आदेशः भवति, अतः यथा ददाति ददतः ददति इति रूपं भवति. अन्यत्र समीचीनं, कुत्रापि कार्यं नास्ति, अन्यकार्यं नास्ति, समानमेव इति अहं चिन्तयामि. अदभ्यस्तात् सर्वत्र वा कुत्र कुत्र भवति महोदय? अदभ्यस्तात् इति यत्र द्वित्वम् अस्ति अभ्यस्तसंज्ञकधातुः अस्ति चेदेव, अतः तत्र अभ्यस्तद्वित्वम् अत्र ज्योत्यादि एव गणे भवति, अन्यत्र नास्ति. नास्ति एव अभ्यस्तसंज्ञकवर्णः यत्र अस्ति तत्र एव अदभ्यस्तात् इति सूत्रेण अत् आदेशः भवति, जि स्थाने अत् इति आदेशः. समीचीनं महोदय, सर्वम् उक्तवान्. अस्तु, इदानीं श्रीवल्लि भगिनी लङ्लकारे किं भवति इति वदति वा? लङ् वा लोट् वा? लोट् कुर्मः, क्षम्यत, लोट् कुर्मः, अनन्तरं लङ् प्रति गच्छामः. क्षम्यत. आम् आम् लोट् मूल प्रत्ययाः चित्तश्चि चित्तस्थ मिप् वस्मस् इति परस्मैपदि प्रत्ययाः. ता आतां च थास् आथां द्वम् इत् वहि महि आत्मनेपदेषु मूलसिद्धप्रत्ययाः. परस्मैपदि लोट् तिप्स्थाने तस् इति आदेशः भवति. तस् तस् थस् थमिपा तां तं एकवचने वदतु. एकनिमिषं. लोट्स्थाने तिप्स्थाने तु आदेशः भवति. तु ताम् अन्तु मध्यमपुरुषे हि परन्तु हि स्थाने लोपः भवति. कोऽपि प्रत्ययः नास्ति. मध्यमपुरुषे एकवचने, द्विवचने तस् स्थाने तम् आदेशः भवति. था स्थाने ता दन्त्यतकार आदेशः भवति. मिप् स्थाने मिपाम् आन् आनि इति आदेशः भवति. वस् मस् स्थाने वस् स्थाने आव, मस् स्थाने आम इति सिद्धप्रत्ययाः सन्ति. So, tu, ta, antu, is no pratyaya. Or tat, optionally also we get tat also. In the pradhama purusha ekavachane, madhyama purusha ekavachane, tat iti option pratyaya ayati. Vikalpena. Vikalpena. Vikalpena ayati. Is tam, ta, आनि आव आम. इदानीं भवती मूलप्रत्ययः उक्तवती, सिद्धप्रत्ययः उक्तवती, कार्याणि किम् इति वदतु भगिनि, सूत्रमपि वदतु. तदेव मुख्यबिन्दुः. तिप् इति स्थाने इकारस्य लोपः भवति. सूत्रम् एरुः इति स्थाने, एरुः इति सूत्रेण लोटः विशेषसूत्राणि. लोटः एः स्थाने ऊः इति आदेशः भवति. अनेन तिप् स्थाने तु इति आदेशः भवति. तिप्स्थाने वा ति स्थाने वा? इकारस्य स्थाने ति प्रत्ययस्य इकारस्य स्थाने इतश्च इति सूत्रेण इकारस्य लोपः भवति. लोटः इतश्चन इकारस्य स्थाने भवति लोपः न भवति इकारस्य लोपः इतस्य इतस्य सामान्यस्य लग् इतस्य इतश्च सूत्रस्य प्रभाव्य एरुः इकारस्य इकारस्य स्थाने उः इति आदेशः भवति एरुः इकारस्य स्थाने उकार आदेशः भवति भगिनि ऊ इति आदेशः ऊ इति आदेशः भवति तस् स्थाने तं तमिपां ताम् इति आदेशः भवति तस् स्थाने ताम् इति आदेशः भवति जी स्थाने झोन्तः इति सूत्रेण अन्त् इति आदेशः भवति अन्त् इति लोटः अन्त् इति अन्तु इति अन्तु इति भवति एरुः इति सूत्रे एरुः इति सूत्रेण अन्तु इति रूपं भवति समीचीनम् इदानीं तत्र तस् इति यद्विवचने आसीत् ताम् इति भवति इति उक्तवती तस्तस्तमेपां तान्तं तामः इति तत्र एकः मुख्यबिन्दुः अस्ति किल तद् स्मरति वा कथं किमर्थं तस्तस्तमेपां तान्तं तं तामः तत्र आगच्छति पूर्णतया प्रत्ययस्य स्थाने अनेका षित् सर्वस्य तस्मात् पूर्वम् एकः अतिदेशसूत्रमासीत् अन्ये स्मरति वा लोटोल्लङ् बहु न विभक्तौ तु स्मः इति इत्संज्ञा प्रकरणं भगिनि लोटो लङ्वत् इति अतिदेशसूत्रमस्ति मुख्यबिन्दुः सर्वदा लोटो लङ्वत् अनन्तरमेव तस्तस्तमेपां तान्तं तामः इत्यस्य प्रसक्तिः समीचीनम् इदानीं मध्यमपुरुष वदतु भगिनि मध्यमपुरुष शेर्ष्यति च न अतो अतो हेः किमर्थं सेर्यपि च न उत्तमस्य उत्तमपुरुष सेर्ष्य न सेहे हि अपि च अपि च सेहे हि आं भगिनि शिवली भगिनी अद्य फार्म् फार्म् अतः एव अहं डाक्युमेण्ट् प्रेषितवती अहं जानामि फार्म् सूत्र नाट् प्रिपेर्ड् डाक्युमेण्ट् ओपन् करोतु भगिनि तत्र एव चाट् मध्ये अस्ति तद् ओपन् कृत्वा एकवारं यदा पश्यति चेत् तत्र पुनस्मरणरूपेण आगच्छति हार्ड् कापि अस्ति आम् अवश्यं द्रष्टव्यम् अहम् अद्य एव दृष्टवान् आसीत् अतः ममापि प्राणे नासीत् तत्र महोदय किम् उक्तवान् अस्माकं वर्गे इत्युक्ते अनदन्त अङ्गस्यापि अदन्त अङ्गस्यापि किञ्चित् कण्ठस्थीकरणम् आवश्यकं प्रत्ययानां तत्र एव यदा वयम् अग्रे गच्छामः तत्र वारं वारं तत्र करपत्रं दृष्ट्वा न वदनीयं स्मरणे भवति चेत् सम्यक् इति उक्तवान् इदानीम् अस्माकं कृते तु अदन्त अङ्गस्य सिद्धप्रत्ययाः मनसि एव भवति अनदन्त अङ्गस्य कृते एव किञ्चित् भेदः अस्ति कुत्र कुत्र इति सूत्रसहितं वयम् अवगच्छामः चेत् आगच्छति एव वदतु भगिनि इदानीं शेर्यपिच एरुः इति सूत्रस्य प्रभाव्य शेर्यपिच इति सूत्रं कार्यं करोति स्थाने हि इति आदेशः भवति. अतो हेः इति अदन्त अङ्गात् अतः अङ्गात् हेः लुक् भवति. अतो हेः इति सूत्रम् अनदन्त अङ्गात् लोपः न भवति न भवति. समीचीनम् भेदः अस्ति. मध्यमपुरुषः द्विवचनं तस् पुनः तस्तस्तमितां तां तं तस्थाने तम् आदेशः भवति लोटो लङ्घ. ता द्वितीय पुरुषे बहुवचने ता ता स्थाने पुनः तस्तस्तमितां तां तं तामः इति सूत्रेण तकारः आदेशः भवति. उत्तमपुरुषः निप् निप् इति तस्तस्तमितां तां तं तामः इति सूत्रेण कार्यं तां त आम् आम् इति आदेशः भवति. मोर् मेर्नि मेर्निः इति सूत्रेण मकारस्य स्थाने नि आदेशः भवति. सिद्धप्रत्ययः आनि इति आरुत्तमस्य पिच्च इत्यस्य का गतिः भगिनि? आम् आरुत्तमस्य पिच्च अतः पुनः वदतु निप् इति तस्य आडुत्तमस्य पिच्छा इति सूत्रेण आड् आड् आगमः आयाति. कार्यं करोति वा अत्र करोति भगिनि? पुनः पूर्वमेव भवती आम् इति न आनीतवती, इदानीम् आडुत्तमस्य पिच्च इत्यनेन पुनः आकारः आगच्छति चेत् किं भवति रूपम्? आमि आमि नो नो नो नो भगिनि तस्तस्तमितां प्रभाद्य एरुः इति सूत्रस्य एरुः वदति वा मेर्नि? समीचीनम्. एरुः प्रपाद्य मेर्नि मेर्नि आं भगिनि आम् अत्र तस्तस्तमितां इति प्रभाद्य मेर्निः इति सूत्रस्य प्रसक्तिः अस्ति. आनि इति सिद्धप्रत्ययः भवति. अतः प्रथमं मेर्निः अनन्तरम् आडुत्तमस्य पिच्च इत्यनेन आकारः आडागमः आनि इति रूपं मेः निः तद् मनसि भवति नि आदेशः मे नि आदेशः वदतु. उत्तमपुरुषस्य द्वितीय वचने आडुत्तमस्य पिच्च इति सूत्रेण आड् आगमः भवति. नित्यं वितः इति सूत्रेण सकारस्य लोपः भवति. तद् प्रथमम् अनन्तरमेव आडुत्तमस्य पिच्च सूत्रसङ्ख्या पश्यतु. अतः अतः विप्रतिषेधे परं कार्यं परसूत्रं किल न तदेव प्रथमं भवति नित्यं नितः सूत्रम् आयोगः वा आवा अत्र सकारस्य न विभक्तौ स्मः इति प्रभाद्य अपवादेन नित्यं नितः इति सूत्रस्य सकारस्य लोभः भवति. अनन्तरम् आव इति रूपं मस् इति उत्तमपुरुषस्य बहुवचनं मस् इति नित्यं नितः इति सूत्रेण सकारस्य लोपः भवति. आडुत्तमस्य पिच इति सूत्रेण आडागमः भवति. आमा इति रूपं भवति. अतः अनदन्त अङ्गे कुत्र भेदः अस्ति? अनदन्त अङ्गे तदानदन्ताङ्गे कार्यं न करोति वा लोटि? मध्यमपुरुषे सिप् इति प्रत्ययस्य सेर्ह्यपिच्च अतो हे तथा इतश्च इति अतो हे हे इति सूत्रं न भवति. आदन्ताङ्गात् हे हे लुक् भवति, अनदन्ताङ्गात् हे हे लुक् न भवति. तावदेव. समीचीनं भगिनि. प्रत्ययः हि इति अवशिष्यते. आम् तदेव अवशिष्यते. तस्य लोपः न भवति अनदन्ताङ्गेषु. समीचीनम्, उत्तमं भगिनि. सर्वत्र तुह्योस्तातङ् आशिष अन्यतरस्याम् इति अपि वक्तव्यं. तात् इति विकल्परूपं, प्रथमपुरुष एकवचने, मध्यमपुरुष एकवचने, तावदेव. यदा यदा वयम् आरम्भं कुर्मः सर्वत्र प्रथमम् इत्संज्ञासूत्राणि वक्तव्यानि. तिप् इत्युक्ते हलन्त्यं, तस्य लोपः ति. अनन्तरमेव अस्माकं प्रक्रियायाः आरम्भः भवति. अन्ते यदा सन्धिकार्यं किमपि अस्ति वा चेत् अष्ट त्रिपादिसूत्राणि अन्ते आगच्छति. अस्तु, तदेव प्रक्रिया सर्वत्र. समीचीनं भगिनि. इदानीम् अरुणा भगिनी वदति वा लङि किं भवति इति, परस्मैपदी लङि. भिन्न कार्यालय नास्ति, केवलं तिप् स्थाने इतश्च इति सूत्रेण ति स्थाने इत् भवति, सकार एव अवशिष्यति. तां तस्तां पामितां विपामिति सूत्रेण तस्थाने ताम् अवशेषः भवति. बहुवचनं किं भवति? अत्रापि इतश्च इति सूत्रेण इकारलोपः भवति, अन्येव अवशिष्यति. मध्यमपुरुषे कोऽपि नास्ति. इतश्च इति सूत्रेण इक्वर्णस्य लोपः सकार एव, सकारलोपः न भवति विभक्तौ तु स्मात् इति सूत्रेण. तदनन्तरं तं तस्तां विप नाम किम् तस्थास्तामिपाम् इति सूत्रेण तम् आगच्छति. तदनन्तरं तास्थाने ता आगच्छति. उत्तमपुरुषः किं भवति? तस्तामिपामि सूत्रेण अम् आगच्छति. वस्ताने नित्यं नितः इति सूत्रेण सकारलोपः भवति, वा एव अवशिष्यति. मस्ताने अपि सकारलोपः भवति नित्यं नितः इति सूत्रेण. समीचीनम्, उत्तमं. तत्र जी स्थाने एव पुनः वदतु एकवारं भगिनि प्रक्रिया. जी स्थाने चकारस्थाने अन् आगच्छति, अन्ति अवशिष्यति. तदनन्तरं इतस्थ सूत्रेण तकारलोप समीचीनं संयोगान्तस्य लोपः समीचीनं जोन्तः इतश्च अनन्तरम् अस्माकं संयोगान्तस्य लोपः समीचीनं तावदेव तत्र उत्तमम्. इदानीं भगिनी भवती एव वदतु अदन्त अनदन्त अङ्गेषु लङि कोऽपि भेदः अस्ति वा परस्मैपदेषु? परस्मैपदेषु भेदः नास्ति भगिनि. समीचीनं कोऽपि भेदः नास्ति समीचीनम् अस्तु. राजेन्द्रमहोदय वदति वा विधिलिङ्गि किं भवति इति? आं भगिनि दृष्ट्वा वदामि परन्तु किञ्चित् अस्तु. परस्मैपदि विधिलिङ्गि तत्र किमस्ति, तत्र मूल प्रत्ययात् सर्व तथैव सन्ति. तिप्तझि सिप्थस्थ मिप्पस्म तत्र मिप्पस्म मूल प्रत्ययाः सन्ति. तत्र अदन्त अङ्गानां कृते किम् अस्ति, तत्र सूत्रं लिङ्क् स्यूट् सूत्रं प्रभाद्य यासु परस्मैपदेषु उदातो निच् च इति सूत्रेण यास् अवशिष्यते. तत् यास् योगति भवति, यास् आजाति यस् यास् योगति. तत् अनन्तरं लिङ्गलोप अनन्तस्य तस्य सकारस्य लोपः भूत्वा या योगति भवति. इतश्च इकारस्य लोपः भूत्वा अतो येयः तत्र या योगत तत्र अत् ई या स्थाने ई आदेशः भवति. तत्र लोपव्योर्वलि ई यकारस्य लोपं भूत्वा तत् ई योग इत् भवति. तत् अन्तिम निष्पद्यते तत् सिद्धलिङ्गप्रत्यया अदन्त अङ्गस्य कृते. परन्तु अदन्त अङ्गानां कृते किम् अस्ति, तथैव तत् लिङ्गः स्युः तस्य प्रभाति यासु परस्मैपदेषु उदातो परस्मैपदेषु दातो निच्च तत्र यास् योगति भवति. तत् लिङ्गः स्वलोपो सलोप अनन्त्यस्य तस्य लिङ्गनिमिष चकारलोपः भवति. इतश्च तत् यात् भवति पूर्वस्मिन् इत् आसीत्, अत्र ई आदेशः आसीत्. अस्तु, तद् भेदः सः भेदः तत् अनन्त अङ्गेषु तत् ई आदेशः भवति. परन्तु अनदन्त अङ्गेषु तत्र ई आदेशः न भवति, यात् निष्पन्नं भवति. मध्यमपुरुषे तस् मूलप्रत्ययः तथैव लिङ्क् स्यूट् प्रभाति यासु परस्मैपदेषु धातोः निच्च यास् योग तस् अस्ति. लिङ्ग् स्लोपो अनन्त्यस्य तस्य या यास् सकारस्य लोपः भूत्वा या योग तस् भवति. इदानीं तस् थस्थ मिपां तानन्तां तत् लोटो लिङ्ग तत् सूत्र प्रभाति तत् तस् स्थाने स्थाने ताम् आदेशः भवति. अतो ये सूत्रेण ई आदेशः भवति, या स्थाने तत् या ई योगतां लोपव्योर्बलि ई यकारस्य लोपं भूत्वा इतां भवति. अनदन्त अङ्गस्य कृते तत्र किं प्रक्रिया समाना एव, परन्तु लिङ्ग् अत्र प्रक्रिया समाना एव अस्ति अधिकतया. परन्तु अत्र किम् अस्ति, अत्र यासूट् यदा आगच्छति यासूट् प्रश्नपदेषु दातो निच्च यासूट् आगच्छति यास् अवशिष्यते यास् योग तस् तत् लिङ्क् स्लोपो अनन्तस्य यः या सकारस्य लोपः भूत्वा या योग तस् यातां भवति तस् तस् थमिपां तान् तन् तां तां सूत्रेण यतका तस् स्थाने ताम् आगतः यातां रूपं निष्पन्नं भवति. बहुवचनेषु तत् तथैव तत् लिङ्गस्यूतः सूत्रं प्रभाति यासु परस्मै पदि उदातो निच्च तत् यास्योगि जि जि लिङ्गस्लोपो अनन्त्यस्य सूत्रेण सकारस्य लोपः भूत्वा या योगि जि अत्र झेर्जुष् सूत्रम् आगति कार्यं करोति. झे स्थाने उस आदेशः भवति. अतो ये यः अत्र या स्थाने ई आदेशः भवति ई योग उस् इदानीं सजुस्वरुः अत्र सकारस्य उस् अनन्तरं सकारः अस्ति तस्य ऋत्वं भूत्वा तत् खर्वस्थानीयो विसर्जनीयुः विसर्जनीयः तत् इयुः इयुः निष्पन्नं भवति तत्र अदन्त अङ्गानां कृते. अनदन्त अङ्गानां कृते लिङ्ग् स्यूट् प्रभाति तत् यासु परस्मै पदेषु धातो निच्च तत् यास् योग झि तत्रापि लिङ्गस्लोपो अनन्त्यस्य सूत्रेण सकारस्य लोपः भूत्वा तत् या योग झि झेर्जुस् तत् उस् आगच्छति या योग उस् अत्र उस्य पदान्तस्य पदान्तात् उस्य पदान्तात् अत्र युस् सुजुषो रुहुः युहुः अत्र अत् उस् उस् स्थाने आकार यकारः आकारान्त् अस्ति यकार उत्तरवर्ति आकारः अस्ति तत् तस्य स्थाने उ आदेशः भवति पररूप आदेशः भवति तत् उस् युस् भवति. अनन्तरं तु सकारस्य रुः तत्सूत्रेण अपि च खर्वसानियोर्विसर्जनीयः सूत्रेण तत् विसर्गः भवति युः भवति तत् युः युः. अनन्तरं मध्यमपुरुषे सिप् अस्ति प्रथम एकवचने तत् तत्रापि सिङ्ग् लिङ्गः स्यूट् प्रभाद्य यासुट् परस्मैपदेषु धातो निच् च यास् आदेशः भवति यास् योगस्य अत्र लिङ्गस्लोपो अनन्तस्य स्लोपो अनन्तस्य तत् सकारस्य लोपं भूत्वा या योगस्य भवति इकार इतश्च सूत्रेण इकारस्य लोपः भूत्वा वा योग स. अतो ये यः अत्र या स्थाने ई आदेशः भवति सकारस्य यकारस्य लोपः भवति लोपो वयोर्वलिसूत्रेण ई योग स सुषरुः सकारस्य ऋत्वं भूत्वा तत् खर्वस्थानियोर्विसर्जनीयः तस्य विसर्ग सन्धि भवति तत् इहि इहि निष्पन्नं भवति. अनन्त अङ्गात् कृते तत् लिङ्गः स्यूट् प्रभाद्य यासु प्रश्नपदेषु उदातो निच्च यास् योगस्य लिङ्गस्लोपो अनन्त्यस्य या योगस्य सकारस्य लोपं भूत्वा या योगस्य आगच्छति इतश्च तत् इकारस्य लोपं भूत्वा या योगस अत्र सुषरुः यत्र रुः तत् सकारः यः अस्ति तस्य ऋत्वं भूत्वा खर्वसानियोर्विसर्जनीयः तत् विसर्गः भवति याः याः भवति भवति. अनन्त एकवचने मध्यमपुरुषे द्विवचने तत् तथैव प्रक्रिया लिङ्गस्यूर् तत् प्रभाति यासु परस्मैपदेषु धातो निच्च यास् आगच्छति यास् योग थस् थस् अत्र लिङ्ग् स्लोपो अनन्त्यस्य यास् अनन्तरं सकारः अस्ति तस्य लोपः भूत्वा तत् या योग थस् तस् थस् तस् थस् थ मिपां तान् तान् तन् तां सूत्रेण तस्य थस् स्थाने तन् तम् आदेशः भवति या योग तम् अतो ये अत्र या स्थाने ई आदेशः भवति ई योग तम् लोपो व्योर्वलि यकारस्य लोपं भूत्वा तत् इतम् इतम् निष्पन्नं भवति. अनन्त अङ्गेषु तत्र लिङ्गः स्यूट् प्रभाति यासु प्रश्नपदेषु धातो निच्च तत्र यास् आदेश यास् यास् आगच्छति यास् योग थस् तत् लिङ्गः श्लोपो अनन्त्यस्य च सकार या उत्तरवर्ती सकारः या अस्ति तस्य लोपः भूत्वा तत् या योग थस् अपि च अनन्तरं तत् तस् तस् थस् थ मिपां तान् तन् तां तां तत्सूत्रेण थस् स्थाने तम् आदेशः भवति यातम् यातं वर्णमेलनं भूत्वा यातं सिद्धलिङ्गप्रत्ययः अस्ति द्विवचने अनदन् अङ्गानां कृते बहुवचने लिङ्गस्यूतः तत्र प्रभाति यास प्रश्ने पदे उदास् उदातो निच्च सूत्रेण यास् आगच्छति यास् योग थ अत्र लिङ्गः श्लोपो अनन्त्यस्य ये सकारस्य लोपः भूत्वा तत् या योग थ अपि च तदनन्तरं तस् थस्थ मिपां तान् तन् तां प्रभा सूत्रेण तत् थकारस्थाने तकारः आगच्छति या योग त अतो यै अत् या स्थाने इ आदेशः आगच्छति भवति इ योग त लोपव्योर्बलि यकारः लोप भूत्वा तत् इत् इ योग त इत् एत् इत् निष्पन्नं भवति अनन्त अङ्गानां कृते बहुवचने मध्यमपुरुषे तत् लिङ्गः स्यूट् प्रभाति यास् प्रश्नपदेषु धातो निच्च सूत्रेण यास् आदेशः भवति यास् योग थ लिङ्ग् श्लोपो अनन्त्यस्य तस्य सकारः सकारः यास् अन्ते यः सकारः अस्ति तस्य लोप लोपः भूत्वा या योग थ तस् थस् थ मिपां तान् तन् तां सूत्रेण तत् थकारस्य स्थाने थकारस्थाने तकार आदेशः भवति या योग त यात् यात् तत् निष्पन्नं भवति अपि च अनन्तरं उत्तमपुरुषे तथैव लिङ्गस्यूटः प्रभाति यासुरपुरुषे पदेषु धातो निच् च निच् च यास् आदेशः आगच्छति यास् योगस्य न क्षम्यतां भगिनि यास् योग मिप् लिङ्गः श्लोपो अनन्त्यस्य च सकारस्य लोपः भूत्वा या योग मिप् भवति इतश्च सूत्रेण तं प्रभाति तस् थस् तस्थ मिपां तान् अन्तां सूत्रेण तत् अम् आदेशः भवति या योग अम् अम् अतो यैः तत् इ आदेशः भवति तत्र अनन्तरं यकारस्य लोपः लोपं भूत्वा तत्र इयं क्षम्यताम् इयं इ आदेशः भवति अतो ये सूत्रेण इ आदेशः भवति यकार या स्थाने तत् इयोग अम् इयं सिद्धतिङ्गप्रत्ययः अस्ति उत्तमपुरुषे एकवचने अदन्त अङ्गानां कृते अनन्त अङ्गानां कृते लिङ्गस्यूट् प्रभाति यासु प्रश्नपदेशा धातो निच् तत् यास् आदेशः भवति यादृश यास् योग मिप् मिप् तत्र लिङ्ग् श्लोपो अनन्त्यस्य च सकारस्य लोपः भूत्वा या योग मिप् आगच्छति इतश्च प्रभाते तत् तस्थस्थ मिपां तान् तान् तन् ताम् तत्र तम् आदेशः भवति या योग अम् यां यां तत् निष्पन्नं भवति उत्तमपुरुषे एकवचने अनन्त अङ्गानां कृते बस् मूलप्रत्ययः अस्ति द्विवचने तत् लिङ्गस्यूतः प्रभाति यासु प्रश्ने पदेषु धातो निच्च सूत्रेण यास् आदेशः भवति यास् योग बस् लिङ्गश्लोपो अनन्त्यस्य च या अनन्तरं यः सकारः अस्ति तस्य लोपः भूत्वा या योग बस् नित्यं नित् सूत्रेण तत् सकारस्य लोपः भवति सामान्यतया तत् विभक्तो यः सकारः अस्ति न विभक्तो तु स्मः तदा तत् सूत्रेण तत् निषेधः भवति सकारश्लोपः परन्तु अत्र नित्यं निर्लोको लङ् यथा अस्ति अत्र लङ्वत् कार्यं करोति तत् कारणात् तत् नित्यं निश् तस्य प्रसक्तिः अस्ति प्राप्तिः अपि अस्ति अत्र या योग वस् सकार यः अस्ति तस्य लोपं भूत्वा वा योग या योग व अतो येयः अत्र या स्थाने इ आदेशः भवति तत्र योग व लोपव्योर्बलि यकारस्य लोपः भूत्वा इव इव निष्पन्नं भवति. अनन्तङ्गानां कृते तथैव प्रक्रिया लिङ्ग् स्यूट् तत् यासु प्रश्ने उदात्तो निच्च यास्योगवस् लिङ्ग् श्लोपो अनन्तस्य सूत्रेण तस्य सकारः अस्ति या अनन्तरं सकारः अस्ति तस्य लोपः भवति. अनन्तरं वस् अपि नित्यं नित् सकार व उत्तरवर्ती सकारः या अस्ति तस्य नित्यं नित् सूत्रेण सकारस्य लोपः भूत्वा या योगव याव याव तत् निष्पन्नं भवति मध्यम उत्तमपुरुषे द्विवचने अनन्तङ्गानां कृते. बहुवचने लिङ्गः स्यूत् प्रभाति तत् यास् प्रश्ने पदेषु उदात्तो निच्च तत् यास् आदेशः भवति यास् योगमस् लिङ्ग् श्लोपो अनन्त्यस्य च तत् या अनन्तरं यः सकारः अस्ति तस्य लोपः भूत्वा मस् मस् या योगमस् भवति तत् अनन्तरं नित्यं नित् अत्रापि तथा तथैव यथा पूर्वं न विभक्तौ तु स्मात् तस्य प्रसक्तिः अस्ति परन्तु परन्तु तत् नित्यं नित्य आगत्य तत्र सकारस्य लोपं लोपः भवति वा या योगं म म तत् अतो येयः या स्थाने ई आदेशः भवति अत्र लोपव्योर्बलि सूत्रेण तत् यकारस्य लोपः भूता ई योगम ईम न ईम सिद्ध सिद्धप्रत्या उत्तमपुरुषे बहुवचने अदन्ताङ्गानां कृते भवति. अनन्तङ्गानां कृते लिङ्गयोग लिङ्ग् स्यूट् तत् प्रभाद्य यासु प्रश्ने पदे पदेषु उदात्तो निच्च तत् यास् योगमस् अत्रापि लिङ्गश्लोपो अनन्तस्य च सकारस्य लोपो भूत्वा तत् या योगमस् मस् अस्ति नित्यं नित् सूत्रेण तत् अत्रापि यथा पूर्वम् उक्तवान् तत् सकारस्य मस् अनन्तरं सकारः अस्ति तस्य नित्यं नित् सूत्रेण तत् लोपः भूत्वा या योगम भवति याम तत्र निष्पन्नं भवति सिद्धिं कृते अनन्तङ्गानां कृते. समीचीनं महोदय उत्तमम् एक एव भेदः अतो ये नास्ति अतः एव रूपभेदः अस्ति एक एव खलु अतो येयः नास्ति तत्र इकार आदेशः यद् अदन्ताङ्गे भवति तद् न भवति अनदन्ताङ्गे तदेव आं तदेव अस्तु विजया भगिनी अस्ति वा भगिनि वदतु भगिनि इदानीं किं करोति चेत् महोदय अदन्तम् अनदन्तं द्वयमपि उक्तवान् अत्र विधिलिङ्गि अनदन्तम् इव सूत्रसहितम् एकवारं वदतु भगिनि परस्मैपदी विधिलिङ्गि अनदन्तम् एव तत्र याति यातां युः इति प्रथमपुरुष एकवचनं द्विवचनं बहुवचनम् आगच्छति खलु भगिनि तत्र लिङ्गः स्यूत् अन्त प्रभाद्य यासूत् परस्मैपदे परस्मैपदेषु उदात्त निच्छ इति सूत्रम् आगच्छति अतः तत्र यात् योगः ति लिङ्गः सलोपोनन्दस्य सलोपोनन्दस्य इति सूत्रेण तत्र सकारस्य लोपः भवति या एव तिष्ठति अनन्तरं या योगः ति इतस्य इति सूत्रेण तत्र इकारस्य लोपः भवति या योगः इत् यात् इति आगच्छति अनन्तरं मध्यम उत्तमपुरुषस्य द्विवचनं क्षम्यतां प्रथमपुरुषस्य द्विवचनं लिङ्गः स्यूत् तत्र सूत्रं प्रपाद्य या सूत् परस्मैपदे परस्मैपदेषु उदात्त निच्च इति सूत्रम् आगच्छति यात् इति पदमस्ति अङ्गमस्ति अतः अनन्तरं तत् इति अस्ति तत्र लिङ्गः सलोपो लङ्कस्य इति सूत्रम् आगत्य तत्र सकारस्य लोपः भवति या योगः तत् इति तिष्ठति तस्य समीपां तां तां तान् तन् तामः इति सूत्रेण तत्र तस्थानि ताम् आगच्छति अतः याताम् इति रूपं निष्पन्नम् अनन्तरं लिङ्गः लिङ्गः स्यूट् इति सूत्रं प्रतिपाद्य यासूट् परस्मैपदेषु दात् निच इति सूत्रेण यात् योगः जि अस्ति तत्र लिङ्गः सलोपोन्नन्तस्य इति सूत्रेण या एव तिष्ठति सकारस्य लोपः भवति अनन्तरं जि जे द्युष् इति सूत्रेण तत्र या योगः ऊस्येव तिष्ठति तत्र अनन्तरं ऊस्य पदान्तात् इति सूत्रेण तत्र युष् इति आगच्छति तस्य दिशो रुः इति सूत्रेण ऋत्वम् आगच्छति पर अवसानयो विसर्जनीयस्य इति सूत्रेण विसर्गः आगच्छति अत्र अतः युः इति पदं निष्पन्नं तत्र प्रथमपुरुषस्य बहुवचनं न न न अवगच्छति किल तत्र किं भवति इत्युक्ते अदन्त अनदन्त अङ्गेषु का भेदः कः इत्येव अवगन्तव्यः यद्यपि महोदय पठितवान् तदापि तत्र भेदः कः इति तत्र यदा अस्माकम् अनदन्त अङ्गेषु लिङ्गः स्यूट् प्रबाद्य सर्वत्र यासूट् आगच्छति यासूडागमः सर्वत्र भवति विधिलिङ्गि तत्र अनन्तरं यदा अस्माकं प्रक्रिया यदा भवति लिङ्गः सलोपोनन्तस्य वा उस्य पदान्त् वा यत्र यत्र आवश्यकं तत्र तत्र तस्य कार्यं भवति परन्तु मनसि भवेत् तत्र यासुडागमः अनदन्त अङ्गेषु भवति इति तदेव तदेव मुख्यबिन्दुः समीचीनं आमामाम् आम् बहु उत्तमरीत्या भगिन्याः कृतं तत्र अस्तु इदानीं किं कुर्मः अग्रे सरामः अस्माकं पाठस्य प्रति तत्र आत्मनेपदि रूपाणि तु आगतं किल अस्तु आत्मनेपदि बि इति भागः आत्मनेपदस्य तिङ् प्रत्ययाः अदन्त अनदन्त अनदन्त च भेदः इति भागः विजया भगिनी भवती एव आरम्भं करोतु भगिनि तत्र ते आपि ते आपि अंसे इति आगच्छति लट् रूपम् अचौन्त्याति इति भागः अस्ति तिते प्रथम एक भगिनी एकनिमिषं प्रथमं करपत्रात् एकवारं पठतु अनन्तरं वयं रूपं रूपव्युत्पत्तिः प्रति गच्छामः तत्र करपत्रे बि इति अस्ति आत्मनेपदस्य तिङ् प्रत्ययाः अदन्ते अनदन्ते च भेदः इति तस्मात् पठतु एकवारम् पुटसङ्ख्या सप्तं प्राप्तं वा भगिनि एकनिमिषं भगिनि अस्तु भवती अन्वेषणं करोतु अहं रघुपतिमहोदयम् आह्वयामि रघुपतिमहोदय भवान् पठति वा भगिनी अस्ति भगिनि अस्ति वा अस्तु आत्मनेपदस्य तिङ् प्रत्ययाः अदन्ते अनदन्ते च भेदः पठामि वा भगिनि आम् आं पठतु भगिनि आत्मनेपदस्य लटि लोटि लङ्गि च समानेषु त्रिषु प्रत्ययेषु भेदः अधः पश्यन्तु भगिनी तत्र विधिलिङ्गविषये तत्र नास्ति वा लटि लोटि लङ् नास्ति नास्ति आम् आम् आं तदेव मुख्यबिन्दुः अस्तु अनदन्त अङ्गानां कृते लटि सिद्धप्रत्ययः ते आते अते से आते द्वे ये वहे महे इति अस्ति. अनदन्त अङ्गानां कृते लोटि सिद्धप्रत्ययः ताम् आताम् अताम् स्व आताम् द्वम् ऐ आवहै आमहै. अनन्तरम् अनदन्ताङ्गानां कृते लङि सिद्धप्रत्ययः त आताम् अत ताः आताम् द्वम् इ वहि महि. त्रिषु लकारेषु भेदः भवति. प्रथमं प्रथमपुरुष मध्यमपुरुषयोः द्विवचने, अनन्तरं प्रथमपुरुषस्य बहुवचने. अतः उदाहरणार्थं यत्र अङ्गम् अदन्तमस्ति रूपाणि एवं भवति एवं भवन्ति लटि प्रकाशते प्रकाशेते प्रकाशन्ति इति. अन्यरूपमस्ति यत्र अङ्गम् अनदन्तमस्ति रूपाणि एवं भवति लटि चिनुते चिन्वते चिन्वते इति. तत्र प्रकाशति भवती एव वदतु तत्र अङ्गं किं प्रत्ययः कः इति. तत्र प्रकाशते इति रूपम् अस्ति अङ्गमस्ति प्र उपसर्गपूर्वः काश प्रकाश इति अस्ति. अनन्तरं तत्र प्रत्ययम् अस्ति इते इति प्रकाशते. अनन्तरं प्रकाशेते अपि प्रकाशेते प्रकाश इते. प्रत्ययः कः भगिनि अस्ति प्रत्यय लटि प्रथमपुरुष एकवचनप्रत्ययः कः ते ते अतः प्रकाशयोगः समीचीनम्. अनन्तरं प्रकाशयोगः इते अनन्तरं प्रकाशयोगः अन्ते इति आगच्छति. तत्र प्रकाशयोगः इते कथं प्रकाशेते इति भवति. तत्र अतोगुणि इति कार्यं करोति. तत्र प्रकाश इति अकारः अस्ति. अनन्तरं ते इति एकारः अस्ति. द्वयोः स्थाने तत्र एकः एव आदेशः भवति इति अहं मन्ये. तादृशं वा आकारयोगः इ आकारयोगः इ एकरः भवति खलु भगिनि. सूत्रं सन्धिकार्यं किल सन्धिकार्यमस्ति तत्र ज्ञातवन्तदेश सन्ति वा तत्र तद् वा भवति एच् अस्ति वा तदेव समीचीनं गुणसन्धिः भूत्वा तत्र अतो गुणे इति कार्यं करोति. अतो गुणे किमर्थं भगिनि अतो गुणे नास्ति गुणसन्धि आद्गुणः कुत्र भवति यद् समीचीनम् अतो गुणे कुत्र कार्यं करोति अद् अनन्तरं चिनुते इति अस्ति खलु तत्र चिनुते चिनु इति आगच्छति न इदानीं प्रकाशयोगः अन्ते इति अस्ति किल बहुवचनं तत्र किं भवति सवर्णदीर्घः भवति वा अतो गुणे भवति वा तत्र आं भगिनि प्रकाशयोगः अन्ते इति आगच्छति तत्र अकारः आकारः आगच्छति परन्तु तत्र अतो गुणे कार्यं करोति अकः अनन्तरम् अकारः अनन्तरम् अकारः आगच्छति द्वयोः एकः एव आदेशः भवति अतः प्रकाशन्ते इति आगच्छति. समीचीनम्. इदानीम् अनदन्तं वदतु भगिनि, तत्र अङ्गं किं चिनुते इत्यत्र? अनदन्तं चिनु इति अङ्गं भवति, ते इति प्रत्ययमस्ति चिनुते. अनन्तरं चिन्वाट् इति आगच्छति, चिन्नु चिनु अङ्गं भवति. अनन्तरम् आते इति भवति, तत्र यन् सन्धिः भूत्वा चिन्वाते इति आगच्छति. यन् सन्धिः सूत्रम् इतो यनचि इति कार्यं करोति. अनन्तरं चिन्वते इति अपि अस्ति, तत्रापि चिन् चिनुयोगः अते अस्ति. तत्रापि यन् सन्धिः एव कार्यं करोति इको एनचि इति सूत्रेण. समीचीनम्. अतः भेदः कुत्र अस्ति भगिनि? तत्र लटि अङ्ग अदन्त अनदन्त अङ्गेषु तत्र भेदः तत्र वयं पूर्वमेव दृष्टवन्तः, प्रथमपुरुष मध्यमपुरुषयोः द्विवचने एव तत्र भेदः अस्ति. अनन्तरं प्रथमपुरुषस्य बहुवचने भेदः अस्ति, प्रकाशन्ति सिङ्गते. अनन्तरं तत्र द्विवचने प्रथमपुरुषस्य मध्यमपुरुषस्य प्रकाशेते चिन्वाते इति रूपं तत्र भेदः तत्र अस्ति. समीचीनम्, उत्तमं भगिनि, धन्यवादः. अस्तु, इदानीं रघुपतिमहोदय पठति वा अग्रे. कुतः भगिनि तथा? तथा किमर्थम् इति. अस्तु, तथा किमर्थम् इति अधः वीक्षताम्. प्रथमं तु प्रथमपुरुष मध्यमपुरुषोः द्विवचने भेदः अस्ति अत्र. पूर्वम् अस्माभिः दृष्टं यत् अङ्गम् अदन्तमस्ति चेत् तर्हि अत्र आत्मनेपदिसंज्ञकप्रत्ययेषु यः आकारः अस्ति तस्य स्थाने इकारः भवति. द्विवचने मूलप्रत्ययौ प्रत्ययौ आताम् आथाम् अनयोः स्थितस्य आकारस्य स्थाने इ सूत्रमस्ति आतोनितः. अदन्तात् अङ्गात् परस्य आकारस्य स्थाने इत्वं स्यात्. तर्हि लटि इथे इथे, लोटि इताम् इथाम्, लङि इताम् इथाम् इति. परन्तु अङ्गम् अनदन्तं चेत् आकारस्य स्थाने इ आदेशः न भवत्येव. अनदन्त अङ्गेषु लटि आते आथे इत्येव भवतः, लोटि आताम् आथाम् इत्येव भवतः, अपि च लङि आताम् आथाम् इत्येव भवतः. अतः अत्र इदानीम् आत् आतोणितः इति सूत्रस्य प्रसक्तिः अस्ति केवलं यत्र अस्ति आकारः अस्ति, अत्र तस्य प्रसक्तिः नास्ति, अनदन्तम् अस्ति अतः. समीचीनम्. अतः तदेव भेदः, प्रथमपुरुष मध्यमपुरुषयोः द्विवचने. बहुवचने किं भवति इति पठतु महोदय. हा, प्रथमपुरुषस्य बहुवचने आत्मनेपदे अङ्गम् अदन्तं चेत् तर्हि लटि लोटि लङि च झोन्तः इत्यनेन सस्थाने अन्तादेशः भवति. अतः लटि अन्ते, लोटि अन्तां, लङि अन्त इति अन्त इति सिद्धतिङ्प्रत्ययः. लटि अन्ते अन्तां, लोटि लङि अन्त इति सिद्धतिङ्प्रत्ययः भवन्ति. अदन्तङ्गेषु इदानीं सूत्रमस्ति झोन्तः, प्रत्ययस्य झकारस्य अव्यवस्थस्थाने अन्त आदेशः भवति. अनुमतिसहितसूत्रमस्ति अङ्गस्य प्रत्ययस्य झः अन्तः इति, झकारस्य स्थाने षष्ठी झः इति, अतः झकारस्य स्थाने अन्त आदेशः. अनदन्तङ्गेषु झकारस्य स्थाने अन्त आदेशः न भवति, अपि तु अत् आदेशः भवति एव भवति. ज्योत्यादिगणे अदभ्यस्तात् इति सूत्रेण अपरेषु गणेषु आत्मनेपदेषु सूत्रेण अपरेषु गणेषु आत्मनेपदेषु अनतः आत्मनेपदेष्वनतः इति सूत्रेण अस्तु, इमे द्वे सूत्रे झोन्तः इति सूत्रं प्रभाद्य झस्थाने अत् आदेशः आदेशम् आनयतः। अस्तु अस्तु, अत्र झोन्त इति सूत्रस्य प्रसक्तिः नास्ति, अत्र सूत्रद्वयस्य कार्यमस्ति, एकं तु द्योत्यादिगणे, अन्यत्तु अपरेषु गणेषु, सूत्रद्वयमस्ति इदानीं तस्य विवरणमस्ति। अधः अदभ्यस्तात् इति सूत्रमस्ति, अष्ट सप्तमध्यायस्य प्रथमपादस्य चतुर्थसूत्रमस्ति। अभ्यस्तसंज्ञकधातूत्तरस्य प्रत्ययस्य आदिम अवयवस्य झकारस्य स्थाने अत् आदेशः भवति। अत् प्रथमान्तम्, अभ्यस्तात् पञ्चम्यन्तं, द्विपदमितं सूत्रं, झोन्तः इत्यस्य इत्यस्मात् झः इत्यस्य अनुवृत्तिः, आयने ईनि इह फडकचगां प्रत्यादीनाम् इत्यस्मात् वचनपरिणामं कृत्वा प्रत्यादेः इत्यस्य अनुवृत्तिः, अनुवृत्तिसहितसूत्रमस्ति। अभ्यस्तात् अङ्गात् प्रत्यादेः सः अत्, अत्र अभ्यस्तात् ज्योत्यादिगणे एव भवति, अतः तस्य तत्र तस्य सूत्रस्य प्रसक्तिः। इदानीम् अन्यत् सूत्रमस्ति आत्मनेपदेश्वनतः, अत्र सूत्रम् अग्रिमसूत्रमस्ति, पञ्चमसूत्रमस्ति तस्मिन्नेव अध्याये पादे। आत्मनेपदेषु ह्रस्व अकार भिन्नवर्णात् परस्य झकार अवयवस्य स्थाने अत् आदेशः भवति। नविभक्तौ तु स्माः इत्यस्य निषेधेन अत् इत्यस्य तकारस्य इत्संज्ञा न भवति। नविभक्तौ तु स्मा इत्यस्य निषेधेन अत् इत्यस्य तकारस्य अस्तु न भवति। न अत् अनत्, तस्मात् अनतः इति अस्तु, तत्र समासः अस्ति अनतः। आत्मनेपदेषु सप्तम्यन्तम्, अनतः पञ्चम्यन्तं, द्विपदमिदं सूत्रम्। आत्मनेपदेषु इत्यस्य षष्ठ्यार्थे सप्तमी, आत्मनेपदेश अवयवस्य झकारस्य इति लभ्यते। अस्तु, अत्र पञ्चमी अपि च सप्तमी अस्ति, पञ्चमी सप्तमी अस्ति, अतः सप्तमी एव सप्तम्यन्तं पदमस्ति, तत् तस्य एव स्थाननिर्देशः भवति, स्थानम् अतः स्थानं भवति स्थानम्। अतः झोन्तः इत्यस्मात् झः इत्यस्य अनुवृत्तिः, अदभ्यस्तात् अत् इत्यस्य अनुवृत्तिः, आयनेयीनि इयः पदकचधां प्रत्यादीनाम् इत्यस्मात् प्रत्यादेः इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रमस्ति। अनतः अङ्गात् आत्मनेपदेषु प्रत्यादेः सः अत् इति अस्तु, अदन्त अनदन्ताङ्गात् अतः अनतः इत्युक्ते अकार यत् यस्य अकार न अत् इति अनत् इति अतः तस्य सूत्रस्य प्रसक्तिः अस्ति अत्र। अतः तत्र अत् आदेशः भवति, अन्त् इत्यस्य सूत्रं प्रभाद्य अत्र अत् भवति। समीचीनम्। अत्र किं चिन्तनं महोदय, जोन्तः आत्मनेपदेषु स्वनतः इति सूत्रस्य बलाबलचिन्तनं? जोन्तः इति सूत्रम् अस्ति, अस्तु प्रथमसु तत्तु पूर्वसूत्रमस्ति, एतत् परसूत्रमस्ति, एतत् तृतीय तस्य सङ्ख्या तृतीया अस्ति, तस्य चतुर्थ पञ्चमा अस्ति, अतः तत्र झोन्त इत्यस्य अपि प्रसक्तिः अन्यत्र भवति, अदन्ताङ्गेषु भवति, इत्यस्य अनदन्ताङ्गेषु भवति। अतः अहं चिन्तयामि एकनिमिषम्, अपवादसूत्रमस्ति वा तं कार्यं करोति झोन्त इति सूत्रेण, एकनिमिषम्। अस्तु, अत्र अपवादसूत्रमस्ति एतत्, यदि यदि तस्य कार्यं भवति इदानीम् आत्मनेपदेश अनुवतः अनतः इत्यस्य सूत्रस्य प्रसक्तिः एव न भवति, विप्रतिषेधे परकार्यं नास्ति, अहं चिन्तयामि नास्ति नास्ति, अतः अपवादसूत्रमस्ति। समीचीनं, त तत्र जोन्तः इति सूत्रे यदा भवान् अनुवृत्तिसहितसूत्रं पश्यति चेत् अङ्गस्य प्रत्ययस्य जः अन्तः इत्येव दत्तमस्ति, अनदन्तं वा अदन्तं वा इति किमपि नास्ति तत्र। परन्तु आत्मनेपदेषु अनतः इति सूत्रे अनतः अङ्गात् आत्मनेपदेषु प्रत्ययः प्रत्ययादेः जः अत्तिति अस्ति, अतः तत्र ह्रस्व अकारः एव भिन्नवर्णात् परस्य जकारावयवस्य, अतः तत्र जोन्तः इति सामान्यसूत्रम्, आत्मनेपदेषु अनतः इति विशेषसूत्रम्, अपवादसूत्रम्। समीचीनं भगिनी, तत्र जोन्तः इति सूत्रं अदन्त अङ्गेषु अनन्तरम् अनदन्त अङ्गेषु कार्यं परिवर्तनं नास्ति, किञ्चिदपि भेदः नास्ति, समानमेव खलु, अन्ते एव आदेशः भवति, किमपि परिवर्तनं नास्ति, भिन्नः नास्ति। न तत्तु परस्मैपदेषु भवति वदति, आत्मनेपदेषु बहुवचने जोन्तः इति अदन्ताङ्गेषु एव कार्यं करोति, अनदन्ताङ्गेषु अस्माकम् आत्मनेपदेषु अनतः इति सूत्रेण अत् इति आदेशः भवति, चिन्वत् इति एव रूपं किल। अनदन्ताङ्गेषु जकारस्य स्थाने अन्त् आदेशः, अन्तादेशः न भवति वा? न भवति, अत्येव आदेशः, चिन्वत् इति एव बहुवचनरूपं किल। आम् भगिनि, तदेव, समीचीनम्, उत्तमम्, अस्तु, तदेव भेदः अत्र। अग्रे अपि पठामः, श्रीवल्ली भगिनी पठति वा विधिलिङ्गि? आम् भगिनि, विधिलिङ्गि कोऽपि भेदः नास्ति, विधिलिङ्गि सिद्धप्रत्ययाः ईत ईयात ईर ईथाः ईयाथा ईथम् ईय ईवहि ईमहि। अग्रे अपि पठतु भगिनि, अनन्तरं परिशीलयामः। एतावता मूलशिक्षा इयम्, अदन्त अङ्गस्य अनदन्त अङ्गस्य च सिद्धतिं प्रत्ययस्य तुलना, तुलना इति कम्पेरिसन् इति, अदन्तङ्गस्य अनन्त कथमं परस्मैपदे लटि न कोऽपि भेदः, परस्मैपदे लोटि अङ्गम् अदन्तं चेत् टी लोपः भवति, अङ्गम् अनदन्तं चेत् टी लोपः न भवति, परस्मैपदे लङ्गि न कोऽपि भेदः, परस्मैपदे विधिलिङ्गि ईसु भेदात् सर्वत्र भेदः अस्ति, आत्मनेपदि लटि त्रिषु स्थलेषु भेदः, प्रथमपुरुष मध्यमपुरुषयोः द्विवचने, प्रथमपुरुषस्य बहुवचने, आत्मनेपदे लोटि त्रिषु स्थलेषु भेदः, प्रथमपुरुष मध्यमपुरुषयोः द्विवचने, प्रथमपुरुषस्य बहुवचने, आत्मनेपदे लङ्गि त्रिषु स्थलेषु भेदः, प्रथमपुरुष मध्यमपुरुषयोः द्विवचने, प्रथमपुरुषस्य बहुवचनम्, आत्मनेपदे विधिलिङ्गे न कोऽपि भेदः। समीचीनं, परस्मैपदे विधिलिङ्गि इय यासु भेदात् सर्वत्र भेदः, आत्मनेपदे आत्मनेपदे विधिलिङ्गि कोऽपि भेदः नास्ति, तदपि मनसि भवेत्। इदानीं भगिनी भवती एव आरम्भं करोतु, तत्र लटि आत्मनेपदि लटि अदन्त अङ्गे किं भवति इति। अदन्ताङ्गे, आं भगिनि, अदन्ताङ्गे आत्मनेपदि सामान्यसूत्रं तेः आत्मनेपदानां तेरे इति सामान्यसूत्रं, टि संज्ञासूत्रमस्ति, अचोन्त्यादि टि इति सूत्रं, टि संज्ञासूत्रं, पितः आत्मनेपदानां तेरे टि स्थाने ये आदेशः भवति, तकार सा इति मूल प्रत्ययः अस्ति आत्मनेपदि, प्रथमपुरुषस्य एकवचने, ता अकार टि इति अचौन्त्यादि अकारस्य अचः अन्त्य आदि अकारस्य स्थाने एहे इति भवति, रूपं ते इति भवति. आतां विवचने आताम् इति अचोन्त्यादि टितः आत्मनेपदानां टेरे आताम् इति अन्त्य अच् आ दीर्घ आः इति आम् आम् इति स्थाने ए इति आदेशः भवति, आते इति भवति. आतः नितः इति सूत्रेण सारि आतो नितः इति सूत्रेण आस्थाने इय इति आदेशः भवति. लोपो व्योर्वेलि इति सूत्रेण एकारस्य लोपः भवति, रूपम् इते इति भवति. तदुं पुरुषस्य बहुवचनं झा इति मूलप्रत्ययः, झोन्तः इति सूत्रेण झकारस्य स्थाने झकार अवयवस्य स्थाने अन्त् इति आदेशः भवति, रुक् अन्त. अद टितः आत्मनेपदानां टेरे इति सूत्रेण अन्त इति अकारस्य स्थाने एहे इति आदेशः भवति, रूपम् अन्ते भवति. मध्यमपुरुषं मध्यमपुरुष एकवचनं प्रत्ययः थास् इति टितः आत्मनेपदानां तेरे इति प्रबाध्य थासः से इति सूत्रेण तासः अनेकाशिक् सर्वस्य से इति प्रत्ययः आदेशः भवति. द्विवचने आताम् इति प्रत्ययः टितः आत्मनेपदानां तेरे इति सूत्रेण आथे इति रूपम्, आतो मितः इति सूत्रेण इय इति आदेशः भवति. व्योर् व्योर्वलि इति लोपो व्योर्वलि इति सूत्रेण एकारस्य लोपः भवति, अन्तिमरूपम् इथे इति भवति. बहुवचने मध्यमपुरुष बहुवचने ध्वं ध्वम् इति टितः आत्मनेपदानां तेरे इति सूत्रेण अम् इति स्थाने ए आदेशः भवति, रूपं द्वे इति भवति. उत्तमपुरुषः एकवचनं इद् इद् इति स्थाने टि इति इद् टितः आत्मनेपदानां तेरे इति सूत्रेण ए इति आदेशः भवति. वहि द्विवचने वहि तेः टितः आत्मनेपदानां तेरे इति सूत्रेण वहि इति वहिन् आह वह् इति योगः ए वहे इति रूपं भवति. महिन् इति स्थाने टितः आत्मनेपदानां तेरे इति सूत्रेण महे इति रूपं भवति. समीचीनम्. इदानीं कुत्र भेदः भगिनि अनदन्ताङ्गे? अनदन्त अङ्गे इति प्रथमपुरुषः द्विवचने आते. तत्र किं न भवति, अतोङितः सर्वं न भवति, अतो एय अतो ए इय इति न भवति. समीचीनम्. अत्र तावत् तत्र एव तादृशमेव तिष्ठति. पित आत्मनेपदानां तेरे इत्यनेन यद् एत्वं भवति तदेव तिष्ठति. आ ते इति बहुवचनं बहुवचनम् अदप्यस्तात् इति सुदप्यस्तात् तत्तु जुहोत्यादिगणे साधारणतया अन्येषु गणेषु अन्येषु गणेषु आत्मपदेषु अनतः इत्यनेन किं भवति भगिनि? इति सूत्रेण अत् इति आदेशः भवति. अतः रूपम् अते. समीचीनं. तदेव कार्यं यदा द्विवचने कृतवती, प्रथमपुरुषद्विवचने आते, मध्यमपुरुषद्विवचने आथाम्. आताम् इति टितः आत्मनेपदानां तेरे इति सूत्रेण आते इति आतोनितः इति सूत्रस्य प्रसक्तिः नास्ति. समीचीनं. तदेव कार्यं भेदः अपि पर लटि आत्मनेपदि लटि. समीचीनं, धन्यवादः भगिनि. अरुणा भगिनि. परस्मैपदि लोटि. अङ्गम् अदन्तं चेत् हि लोपः, अङ्गम् अनदन्तं चेत् हि लोपो न भवति. वयं पठितवन्तः लोट् लकारे मध्यमपुरुष एकवचनस्ते शेर्यपिच्च इति सूत्रेण हि आदेशः आगम. भगिनी क्षम्यताम्, आत्मनेपदे. परस्मैपदी नास्ति. अहं क्षम्यतां क्षम्यताम्. आत्मनेपदी धासेव अस्ति अत्र. तिष्ठदेश प्रथमपुरुष मध्यम अत्र मध्यमपुरुष द्वितीय द्विवचने आतां स्थाने प्रथमतः प्रथमतया यद् भवति तस्मात् आरम्भं करोतु भगिनि. त इति अस्माकं मूलप्रत्ययः अस्ति. प्रथमपुरुष एकवचने किं भवति इति वदतु, अनन्तरं भेदः अवगच्छामः. अदन्त अङ्गेषु किं भवति? अस्ति वा भगिनि? क्षम्यतां भगिनि, अहं डिस्कनेक्ट्. आत्मनेपदे प्रथमं ता अस्ति, ततः आत्मनेपदनं टेरे इति सूत्रेण ते भवति. आं भगिनि. आम् आं, समीचीनं. आत्मनेपदानां टेरे. आम् अस्तु. तदनन्तरं प्रथम द्विवचने ताम् अस्ति, अत्र आं स्थाने. तत्र एव एकम् अन्यत् कार्यमपि अस्ति भगिनि. त योगः ए इति यदा भवती उक्तवती, आत्मनेपदानां टेरे इति तकारोत्तरवर्ति अकारस्य स्थाने एकारः भवति. टि भागः इत्युक्ते अन्तिम अच् वर्णः अस्ति वा. अतः अचोन्त्यादि टि इति संज्ञासूत्रेण तकारोत्तरवर्ति अकारस्य टि संज्ञा. टित आत्मनेपदानां टेरे इति सूत्रेण तद् अकारस्य स्थाने एकार आदेशः. तकारः योगः एकारः. परन्तु अस्माकं सिद्धप्रत्ययः तु ताम् इति अस्ति. अतः सूत्रं किम् आम् इति आदेशस्य? तकारः योगः एकारस्य स्थाने आम् आदेशः. विस्मरामि भगिनि. आमेतः. आमेतः. आमेतः. आमेतः इति सूत्रं ताम् इति रूपम् आगच्छति. अस्तु, तदेव कार्यं पुनः पुनः आगच्छति सर्वत्र लोटि. द्विवचने किं भवति इति वदति वा? द्विवचने अत्रापि आत्मनेपदानां टेरे सूत्रेण आते अस्ति. आमेतः आम् आगच्छति. आतां विपत्ति भगिनि. समीचीनम्. अनन्तरम् आताम्. अनन्तरम् आताम् अनन्तरं जा इति मूलप्रत्ययः. न, तत्र एव कार्यं न पूर्णतया अभवत् भगिनि. ईताम् इति अस्माकं सिद्धरूपम्. आताम् इति आमेतः आताम्. अनन्तरम् इय आदेशः केन सूत्रेण? आतोनितः. अतोनितः इ आदेशः इति सूत्रेण इ आदेशः भवति. समीचीनम्. इय योगः ताम् अनन्तरं यकारलोपः केन सूत्रेण? लोपो व्योर्वलि. इताम् इति रूपम् आगच्छति. इताम् इति द्विवचनं, प्रथमपुरुषद्विवचनं, समानकार्यं मध्यमपुरुषद्विवचने अपि समानकार्यं रूपम् एव विद्यते. इताम् इथाम् इति रूपम्. अतः वयं रूपद्वयं साधितवन्तः. बहुवचने किं भवति इति वदति वा भगिनी अरुणा भगिनी? जोन्तः अनन्तरं जोन्तः तदन्तः आत्मनेपदेशनतः इति सूत्रेण अत एव आगच्छति. न तत्र अन्तयोगः आत्मनेपदानां टेरे इत्यनेन किं रूपम् आगच्छति? अन्त्योगः ये इति अन्ते भवति. अन्ताम् इति साधनीयम्. आम् तत्रापि आमेतः एव अन्ताम् इति साधनीयम्. आत्मनेपदेषु भ्रम भवति विद्या किञ्चित्. आम् आम् सर्वत्र तत्र तादृशमेव. परन्तु तत्र जोन्तः अचोन्त्यादिति आत्मनेपदेश क्षम्यताम् आत्मनेपदानां टेरे अनन्तरम् आमेतः अन्ताम् इति रूपम् आगच्छति. तत्र एव अस्माकं भेदः. यदा तत्र अनदन्तम् अङ्गम् अस्ति चेत् यदा भवती उक्तवती आत्मनेपदेषु वनुतः इति सूत्रस्य कार्यम्, अदन्त अङ्गेषु तस्य तस्य सूत्रस्य कार्यं न भवति. तत्र अथाम् इति आगच्छति आत्मनेपदेषु अनतः इति सूत्रेण. अत्योगः तित आत्मनेपदानां टेरे इत्यनेन किं भवति? अते अनन्तरम् आमेतः. आमेतः कार्यं सर्वत्र अस्ति अथाम् इति भवति. समीचीनं भगिनि. अस्तु विजया भगिनी भवती वदति वा तास् किं भवति इति? आम् तास् इति मध्यमपुरुषे एकवचनं. तत्र अचोन्त्यापि इति अनन्तरं तिते आत्मनेपदानां तेरे इति सूत्रं प्रबाद्य तासदसे इति सूत्रमेव कार्यं करोति. ते आमेतः तत्र प्रबाद्य स्वाभ्यां वामो इति सूत्रं कार्यं करोति. अतः तत्र स्व इति पदं निष्पन्नं खलु भगिनि? समीचीनं. स्व सवाभ्यां वामौ इत्यस्य कार्यम् अत्र भवति. तदपि मनसि भवेत्. प्रथम लटि तासहस्ये दृष्टवन्तः लोटि सवाभ्यां वामौ. अग्रिमं करोतु भगिनि. आताम् तत्र आताम् अचोन्त्याति इति सूत्रम् अनन्तरं तिते आत्मनेपदानां पेरे इति सूत्रेण आते इति आगच्छति. आमेतः तत्र कार्यं करोति अतः आताम् आताम् इति आगच्छति. अनन्तरम् अतो नितः इति कार्यं भूत्वा तत्र इय आगच्छति. योगः ताम् इति लोपो व्योर्वली स्थाने तत्र एकादशी लोपः भवति अतः इताम् एव तत्र निष्पन्नं रूपम्. समीचीनं. बहुवचने अनन्तरं त्वम् अस्ति खलु भगिनि? स्व इतां त्वम् अचन्ति अति इति अनन्तरं तिते आत्मनेपदानां तेरे इति सूत्रेण द योगः ये एकारः आगच्छति अकारस्थाने. अतः अनन्तरम् आमेतः इति कार्यं करोति. एतत् सूत्रं तत्र प्रबाद्य स्वाभ्यां वामौ इति सूत्रं कार्यं करोति. अतः द्व योगः अम् इति आगच्छति. द्वम् इति मध्यमपुरुष बहुवचनमपि निष्पन्नं. उत्तमपुरुष इति इड् बहिं महीं खलु भगिनी? आम् पाड् उत्तमस्य पिच्छ इति कार्यं तत्र आकारः आगच्छति इड् अचोन्त्यादि ति इति सूत्रेण अनन्तरं पित आत्मनेपदानां तेरे इति सूत्रेण इड् योगः एकारस्य स्थाने आकारः अनन्तरम् एकारः आगच्छति अनन्तरम् आमेतः इति तत्र सूत्रं प्रबाद्य एत ऐ इति सूत्रं कार्यं करोति आयोगः ऐ इति आगच्छति वृद्धिरेचिः भवति आयोगः ऐ इति इत्युक्ते तत्र ऐ एव निष्पन्नं तत्र ए इति आगच्छति अनन्तरम् सूत्रेण आयोगः बहि अचन्त्याति इति सूत्रेण तत्र टित आत्मनेपदानं तेरे इति सूत्रेणापि आयोगः वक् भवति तत्र आयोगः वक्योगः एकारः आमेतः तत्र सूत्रं प्रबाद्य यते ऐ एत ऐ इति सूर्यं सूत्रं कार्यं करोति अतः आयोगः वक् योगः ऐ इत्युक्ते तत्र आवहै इति तत्र वर्णमेलनं भवति आवहै इति अनन्तरं महिङ्ग् आड् उत्तमस्य पिच इति सूत्रेण आयोगः महि इति अचोन्त्याति इति अनन्तरं टिटि आत्मनेपदानां तेरे इति सूत्रं कार्यं करोति तत्र आयोगः मग् योगः एकारः अनन्तरम् आमेतः इति सूर्यं सूत्रं तत्र न कार्यं करोति एते ऐ इति सूत्रं कार्यं करोति अतः आयोगः मग् योगः ऐ तत्र अपि वर्णमेलनमेव आमहे इति तत्र उत्तमपुरुषस्य बहुवचनं निष्पन्नम् समीचीनं एत ऐ इति सूत्रं लोटः लस्य उत्तमस्य एतः ऐ लोट्लकारे उत्तमस्य एव कार्यं तस्य समीचीनं भगिनि धन्यवादः राजेन्द्रमहोदय लङ्लकारं वदति वा आम् आसमीपदे भगिनि आम् अस्तु अत्र एकवचनं तत् कुत्रापि कार्यं नास्ति त एव अवशिष्यते तत् तत्तेव सिद्धरूपम् अस्ति आतां द्विवचने तत्र तत् आतो नित् सूत्रेण आस्थाने ई आदेशः भवति ई योगतां लोपव्योर्वरि यकारस्य लोपः भूत्वा इताम् इतां निष्पन्नं भवति अत् अधतङ्गानां कृते अनधतङ्गानां कृते तत्र किमपि कार्यं नास्ति आताम् आताम् एव तत्र तिष्ठति तथैव तिष्ठति अत्र बहुवचने झोन्तः तत् अन्तादेशः भवति जकारस्थाने अन्तयोग अन्त तत्र बहुवचने बहुवचनरूपम् अस्ति लङ्लकारे अपि च जुहोत्यादिगणे गणे इति सूत्रेण अदभ्यस्तात् इति सूत्रेण गणेश आत्मीपदे पदे श्वनन्तः इति सूत्रेण अत् योग अत् अत् एव अत्र निष्पन्नं भवति तत्र अनदङ्गानां कृते तत् भगिनि तत् अत् ज्योत्यादिगणे एव अस्ति वा अत्र अन्यत् अनदङ्गानां कृते अपि अस्ति आं तत् ज्योत्यादिगणे अदभ्यस्तात् इति सूत्रेण अथ भवति क्षम्यताम् अत् भवति अन्येषु गणेषु आत्मनेपदेषु अनतः इति सूत्रेण अनदन्ताङ्गे यत्र यत्र सन्ति स्वादिगणे क्रयादिगणे तत्र आत्मनेपदेषु अनुतः इति सूत्रेण अत्तादेशः सूत्रमेव भिन्नम् अस्ति परन्तु कार्यं समानम् अत्येव आदेशः मध्यमपुरुषे एकवचने सदृशरुः अत्र सकारस्य रुत्वं भूत्वा खर्वसानियोर्विसर्जनीयः तत् थाः रूपं निष्पन्नं भवति आथाम् अत्र अपि आतो नित्यसूत्रेण आस्थाने ई आदेशः भवति ई अत्र लोपव्योर्वलि तत् यकारस्य लोपः भूत्वा इत्थां रूपं निष्पन्नं भवति तथा अदन्तङ्गानां कृते अनदङ्गानां कृते आथाम् एव तत् शिष्य तत्र तिष्ठति रूपं तिष्ठति अनदङ्गानां कृते. ध्वं तत् कोऽपि कार्यं नास्ति, तत् ध्वम् एव तिष्ठति तत् अनदङ्गानां कृते एक एक रूपम्. इड् इड् तत्र डकारस्य हलन्त्यं सूत्रेण इति संज्ञा भूत्वा इ एव अवशिष्यते. बहिः अत् बहिः तथैव तिष्ठति, तत्र कोऽपि कार्यं नास्ति. बहिः एव महिन् अत् अपि णकारः तत्र हलन्त्यं सूत्रेण तत् लोप इति संज्ञा भूत्वा लोपभूत् अदर्शनं तत् लोपभूत्वा तत् महिः एव अवशिष्यते तत्र बहुवचने. अन्ततो गत्वा त इताम् आताम् अन्त् अत् थाः इथाम् आथां ध्वम् इ वहि महे. समीचीनं महोदय. तदेव भेदः यदा वयं पूर्वं दृष्टवन्तः, प्रथमपुरुष मध्यमपुरुष द्विवचने अनन्तरं बहुवचने, प्रथमपुरुष बहुवचने एव भेदः अस्ति इति. विधिलिङ्ग् अपि कृत्वा समापयामः, अतः अग्रिमसप्ताहे नूतनशीर्षकं स्वीकुर्मः. रघुपतिमहोदय अस्ति वा? तत्र कोऽपि भेदः नास्ति, अतः अदन्ताङ्गमेव करोतु महोदय. अस्तु, अदन्ताङ्ग अस्तु. अत्र प्रथमं तु लिङ्गस्यूट् इति सूत्रेण स्यूट् आदेशः टकारसलोपः सीय योगत इति तत्र अनन्तरं इ आदेश सिया इति इ सकारसलोपः भवति, सकारसलिङ्गसलोप अनन्तस्य इति सूत्रेण सकारसलोपः इ आदेशः इय एव भवति. इय योग त इति अस्ति, यकारसलोपः अतः ईत इति भवति. इदानीं द्विवचने लिङ्गस्यूट् इति स्यूट् आदे स्यूट् आगमः, अत्र टकारसलोपः अपि च इदानीं आतां सीययोग आताम् अस्ति, सकारसलोपः लिङ्गसलोप अनन्तस्य इति सूत्रेण अतः इदानीम् इ एव इ अवशिष्यते, इ आताम् इति भवति. यकारस्य लोपः न भवति अत्र, किमर्थमित्येत् तत्र अकारः अस्ति, अतः लोपो वोर्वलि नास्ति. तथैव लिङ्गस्य इदानीं बहुवचने लिङ्गस्यूट् इत्य सीय योग स लिङ्गस्य लोपो अनन्तस्य इति सूत्रेण तस्य सकारस्य लोपः. इदानीम् इय योग स इदानीं तत्र जकारस्य स्थाने जस्य रन् इति सूत्रेण रन् आदेशः, इदानीम् इययोग रन्, यकारस्य लोपः भवति वा लोपो बलि रन् एव आमां रेफः. इदानीम् इरन् एव यकारस्य लोपः भवति. इदानीं मध्यमपुरुषे एकवचने इदानीं तत्रापि सीट् आगमः, यथा इति सकारसलोपः, इदानीं यकारसलोपः भवति लोपर्वलि, अतः इताः एव सकारस्य स्थाने सन्धिः भवति ससौजिसोहुरुः, अपि च अनन्तरं करवसाने विसर्जनीय अवसान अवस्थायां विसर्जनीयः भवति, ईथा इति भवति. इदानीं मध्यमपुरुषे तत्रापि सर्वत्र स्यूट् आगमः, स्यूट् आगमः, तत्र सकारस्य लोपः टकारस्य लोपः इयाथाम् इति इयाथाम् इति अस्ति, यकारस्य लोपः न भवति, अतः इयाथाम् इयाथाम् इति अन्तिमं रूपमस्ति. इदानीं मध्यपुरुषबहुवचने ध्वम् इति अस्ति मूलतिङ्कृत्य लिङ्गस्यूट् इत्यनेन सि सीय ध्वं टित् लोपः अटकारसलोपः सियध्वम् अस्ति. इदानीं सकारसलोपः इयध्वम्, अत्र यकारसलोपः भवति लोपो व्योर्वलि इति सूत्रेण, अतः अन्तिमरूपमस्ति ईध्वम् इति. इदानीम् उत्तमपुरुषे इदानीं सीयुट् इति अस्ति, इड् अस्ति, इकारयोग सीयुट् अस्ति, इ आदेशः भवति, अत्र किमस्ति इटो इतः इटो आत् सोरि इटो आत् इति सूत्रेण इययोग इकारस्य स्थाने अकार ह्रस्व अकारः इययोग अ इदानीं इय इति भवति इय इति अन्तिमरूपमस्ति इय इदानीं मध्ये लिङ्गः लस्य इतः स्थाने अत् आदेशः इत् स्थाने अत् आदेशः तावदेव तस्य कार्यम् अस्तु अग्रे वहि वहि मूलप्रत्ययः अस्ति द्विवचने इदानीम् अत्रापि सीट् आगमः सकारस्य लोपः इययोग वहि यकारस्य लोपः लोपोवलिसूत्रेण अतः ईवहि इति एव अवशिष्यते अन्तिमरूपमस्ति ईवहि महीम् इत्यस्य इत्र अत्रापि तदेव स्थितिः सीट् आगमः सकारस्य लोपः टकारस्य लोपः इया एव अवशिष्यते इययोग महि यकारस्य लोपः व्योर्वलि इति सूत्रेण अतः अन्तिमरूपमस्ति ईमहि अतः इय ईवहि ईमहि इति अन्तिम उत्तमपुरुषः त्रीणि रूपाणि अतः अदन्त अनदन्ताङ्गेषु विधिलिङ्गि कोऽपि भेदः नास्ति कोऽपि भेदः नास्ति नास्ति अस्तु अत्र वयं यानि सूत्राणि दृष्टवन्तः तत्तु अस्माकम् अष्टाध्यायीपुस्तके 71 पेज् मध्ये अस्ति अतः किञ्चित् पुनस्मरणं कृत्वा आगम्यताम् अग्रिमसप्ताहे तद्दृष्ट्वा वयम् अग्रे सरामः पित्वम् अपित्वम् इति नूतनशीर्षकमस्ति अस्तु धन्यवादः धन्यवादः लक्ष्मी इति अधिकारी